पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 17 नारद उवाच अथ जालन्धरो पश्यत् कबन्धचयभीषणं रणं रुधिर मां सौख मज्जामेदोऽस्ति दुर्गमं तत्र जालन्धरो दैत्यः प्रियाहरणदुःखितः रणे विलोकयामास वृषस्थं पार्वतीपदिं कोराहि भोगेन विभूषिताङ्गं जडाकलापे शशिभूषणाङ्गितं नेत्राग्निकीलोपरिशोभिताङ्गं विनारणं सम्प्रददर्शसिन्धुजः शीघ्रं स्वरथमारुह्य समुद्रतनयस्तदा संहृष्टः प्राहतं शुम्भं तापसो न हतस्त्वया प्राह जालन्धरं शुम्भस्तपस्तेन महत्कृतं हन्तुं न शक्यते स्माभिर्हरसङ्ग्रामदुर्जयः इति शम्भोक्तमाकर्ण्य सिन्धुजक्रोधमूर्च्छितः हरं पद्मसहस्रेण दैत्यसैन्येन संवृतं गृहीत्वा कालकेदारं धनुर्जालं धरो ययौ बाणांस्तीक्ष्णानधिस्थूलान् लोहस्तम्भान् तथा बहून् मुमोज युधि दुर्धर्षो वर्षमेक इवागमे आयान्तं रुरुध सिन्धुसूनुं शम्भुगणायुधि ततो रुद्रेण रौद्रैश्च शरौकैस्ताडितोरुषा रुद्रबाणैस्तदा तस्य कवचं भुवि पादितं विवर्मापि बभौ सोध मेघमुक्तो यथाचलः पुनर्जालन्धरस्याङ्गं शम्भुना कीलितं शरैः रुधिरं बहु शुश्राव जालन्धरशरीरदः तेनाशु रुधिरौकेण प्लाविदा सकला मही ततो देवाभयं जग्मुर्दानवाश्च चकम्भिरे त्यक्त्वा ते प्रमथा वीरा रणभूमिं प्रदुद्रुवुः नद्या इव परा मूर्तिः प्रसृता सर्वतोऽपि च अथाहार्णवजो रुद्रं धनुर्धर वरोह्यसि इदानीं तत्करिष्यामि येन गच्छसि संक्षयम् इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तद् शीघ्रं सम्पूरयामास शरैर्नानाविधै शिवं शिवसहस्रकोटिभिपूरिताङ्गो रणे बभौ विहङ्गमैर्यथाकाश्यं वृक्षैरिव महागिरिः दैत्यमुक्तैस्तुतैर्बाणैर्दृष्ट्वा व्याप्तं महेश्वरं वीरभद्रस्तथा कोपा जालन्धरमधावत अपीडय दमेयात्मा समुद्रतनयं बली जालन्धरोध संक्रुद्धो विद्यन् बाणैः सहस्रशः धनुशरान्रथं छत्रं सारथिं तिलशरैः चकार वीरभद्रस्य सिन्धुसूनुप्रतापवान् वीरभद्रोध विरधो हतवान् गद्गदयाब्धिजं तथैव गदया सोऽपि तं हत्वा पादयद्भुवि गदा प्रकारपदिदमालोक्यादिविमूर्च्छितम् मणिभद्रोधसमरे जालन्धरमथावत अधिक्रुद्धं तमायां तं दृष्ट्वा दैत्यो महारणे शरैर्व्यस्तोपकरणं सचकार नदीसुधः अधमूर्च्छां परित्यज्य उत्तस्थौ सिंहवन्नदन् वीरभद्रस्तदकोपान् मणिभद्रः प्रतापवान् जघ्नदुःपर्वताभ्यां तौ व्योमस्थं तडिनीसुतं तदङ्गे पदितौ दृष्ट्वा पर्वतौ विनिनन्द्य च जकान मुष्टिपादेन वीरभद्रो नदीसुतम् मणिभद्रश्चरणयोर्धृत्वा सागरनन्दनं स्यन्दनात् भ्रामयामास तदद्भुतमिवाभवद मणिभद्रगृहीतोऽपि दैत्यराक्षसमहाबलः हत्वा चरणकादेन मणिभद्रमपादयद जालन्धरो महाबाहुर्वीरभद्रं च मुष्टिना अथागतः परिवृतो गणैर्वै नन्दिकेश्वरः शुम्भस्तमागतं दृष्ट्वा रुरोध सह सैनिकैः द्वन्द्वयुद्धैरथा जग्मुर्गणा दैत्यैः परस्परम् शुम्भशिलादजं राहु महाकालं रणेययौ कोलाहलं निशुम्भोध केधुःकालमधावत शैलोदरो गुहं जम्भो माल्यवन्तं महाबलः महापार्श्वो ययौ चण्डं चण्डीशो रोमकण्डकम् विकडास्योऽध वै भृङ्गि मुरुनेत्रो विनायकम् एवं दैत्येश्वरै सार्धं गणानामधिपाययुः अध शुम्भायुधैर्बाणैः प्रहतश्च शिलादजः चूर्णीचकाराद्रिशृङ्गैः कपितुण्डो महत् तरैः शुम्भस्तेनार्दिदशक्रिया शिलादं च जखानतं महाकालो जखानाथ तं राहुं रणमूर्धनि शक्त्याध तस्य हतवान्स्यन्दनं स महाद्रिणा कोलाहलो हतशक्रिया निशुम्भेन प्रदापवान् शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह वीरथे नाददैत्येन भृशं क्रुद्धेन संयुके कोलाहलो सुरेन्द्रेण सहस्रभणिना हदः तं हत्वा चादिवेगेन रथं चान्यमुपागतः फणिचक्रहदसङ्ख्ये क्षणान्मूर्च्छां विहायश्च स्वरथाशिखरमुत्तीर्य गृहीत्वा खड्गचर्मणि सर्वं चक्रे निशुम्भस्य स रथाद्यासिना पृथक् पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत निशुम्भोऽप्यधिरोषाच्च तत्पराक्रमविस्मितः शक्रिया महाबलस्तस्य रथं साश्वं न्यषूदयत कोलाहलो रणे धावन्निशुम्भं विरधो बलि गतः स सरथं चक्रे विरधं भुजबन्धनाद केतुपुच्छं गृहीत्वा च भ्रामयामास चाम्बरे कालशिक्षेप सोऽप्याद्रिं स चिच्छेद गिरिं जवात तं नगं चूर्णिदं दृष्ट्वा ताडयामास मुष्ठिना कालश्चूर्णिद सर्वाङ्गः केतुना प्राद्रवद्भयाद शैलोदरस्तथा स्कन्दं जखानगदयोरसि षडाननोपितं चक्रिया गहत्वा भूमावपादयद शक्तिप्रहारेण मृदं दानवं वीक्ष्य षण्मुखः जगर्ज तत्र वैचित्र्यं यथा क्रौञ्जे विदारिदे माल्यवानथ बाणौखैर्जम्भमभ्यर्दयद्रणे जम्भोऽपि सायकैस्तीक्ष्णैर्भित्त्वा तं मूर्च्छितं जह्ौ महापार्श्वो रथं धृत्वा बाणौखैर्वाजिवर्जितं लीलयैव चके नीत्वा व्यश्वं चण्डमपादयद व्यश्वं रथं विलोक्याथ ततश्चण्डोग्रहीद्गजम् आपतन्तं महापार्श्वं चण्डस्थं गदयाहनत अचिन्त्यैव गदापादं सोऽसुरो भृशदारुणः प्रहत्यमुष्टिना चण्डं पादयामास भूतले चण्डी शशस्त्राभिहदो रोमकण्ठो महासुरः चण्डीशं पादयोर्धृत्वा रथमूर्ध्निन्यपादयद पपादसहसा भूमौ ययौ तं भीषणे क्षणः उरुनेत्रेण समरे हदो लम्बोदरशरैः दन्देनोरसितं हत्वं पादयामास भूतले ऊरुनेत्रः क्षणाच्चान्दिमागत्याशु रथं क्षणाद जखानमुद्गरेणासौ मूर्ध्नि सिन्दूरमण्डिते गणेश्वरः पट्टिशेन जखानोरसिदानवम् तन्मुखादथ निष्क्रान्तो नवशीर्षोऽसुरो महान् अष्टादश भुजो राजन् सोऽप्यधावद शाङ्गरिं नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः जर्जरीकृतदेहोऽपि जग्राह परशुमृषा तेन चिच्छेद शस्त्राणि तयो राजौ गणेश्वरः रुद्धं गणेश्वरं दृष्ट्वा ताभ्यं सङ्ख्येत षण्मुखः शीघ्रमागत्य सेनानिर्जखान नवशीर्षकं नवशीर्षं रणे हत्वा उरुनेत्रमधावद स्कन्दस्वशक्तिखादेन पादयामासतं नृप पश्यन् जालन्धरस्कन्दं ययौ सैन्येन संवृदः पुत्रपित्र्यासुरान् हन्तुं सगणः शङ्करोऽपि च ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः हरसिन्धुजयोर्युद्धे गदप्राणेऽवरोदसी अध जालन्धरक्रुद्धो बाणं सन्धाय दारुणं सहस्रशतसङ्ख्याकैः पत्रैः सर्वत्र भूषितम् दैत्येन्द्रस्तेन बाणेन ललाडे ताडयच्छिवम् मम जा पुङ्गमर्यादं ललाडे शङ्करस्य च भाले शशाङ्कवच्छम्भोः स रराजमहाप्रभः यथा दित्यो हि कर्मान्ते सन्ध्याकालेऽम्बुदागमे अधरुद्रो महाबाणं जग्राहज्वलनोपमम् यस्य वेगे तु पवनः फले यस्याग्निभास्करौ कालो ग्रन्थिषु सर्वेषु शरे देवी धरास्थिता हरस्तेन शरेणाशु विव्याध हृदि सिन्धुजं तेन बाणप्रहारेण रुधिरौकपरिप्लुतः पपाद शरभिन्नाङ्गो वज्राहद इवाचलः तदा दैत्याः समाक्रन्दन् जगर्जुः प्रमथास्तथा सिन्धुजं मूर्च्छितं दृष्ट्वा रुरुधुर्दानवा शिवं रक्षार्थमुद्यदा केचित् केचित् तं परितस्थिताः यावज्जालन्धरो मूर्च्छां प्राप्तो वारिधि नन्दनः तावद्रुद्रेण नाराचैर्हदा जालन्धरी चमूः चिराज्जालन्धरस्त्यक्त्वा मूर्च्छां सैन्यं हतं नृप दृष्ट्वा भयान्वितसेनां विकीर्णां च तदारणे तथ काव्यं सस्मारमनसा परमं गुरुं स्मृतस्तेन त्वरन् प्राप्तकविर्जालन्धरं प्रति स्वस्ति कृत्वा जगादाध भार्गवसिन्धुनन्दनं किं करोमि महाराज तव कार्यं महाबल नारद उवाच इति काव्यवच श्रुत्वा भार्गवं बहुमानयन् नत्वा गुरुमुवाचाध राजा जालन्धरस्तथा राजोवाच जीवयैतान् मृतान् शुक्र दैत्यान् सर्वान् समन्तदः इत्युक्तसिन्धुजेनाजौ सैन्यं तत्र व्यलोकयत पञ्चविंशत्सहस्राणि योजनानां प्रमाणतः दैत्याङ्गरथसङ्कीर्णमुपर्युपरि पार्थिव उच्छ्रये पञ्चनवतियोजनानां महींचितां योद्धवाहनदेहाद्यैरिव पूर्णां धरां तदः मन्त्रोदकेन चाभ्युक्ष्य दैत्यानुद्धापयत् कविः यावद्रुद्रो जडाजूडं बबन्ध भुजगैर्दृढं तावत्काव्येन तत्सैन्यं मन्त्रेणोद्धापितं नृप व्याक्रान्यथा केसरिणो गजेन्द्राशूकरान्यथा आगतान् दानवान् दृष्ट्वा चिन्तयामास शङ्करः किमेतदिह सञ्जातं मृदान् सृजति कुत्रचिद ददर्श चिन्तयन् काव्य इति तस्मिन्रणे भवः जीवयन्तं रणे दैत्यान् धावन्तं वेगवत्तरं तथ क्रुद्धो महादेवः शुक्रं हन्तुं मनो दधे त्रिशूलिनमनुज्ञाय रहश्चोवाच तं कविः ब्राह्मणोऽहं कथं हंसि सर्वविद्याविशारदं ब्रह्महत्या मयि हते तव रुद्र भविष्यति इति श्रुत्वा कवेर्वाक्यं शूलं तत्याज शङ्करः स्मृत्वा तत्पूर्ववृत्तान्तं यल्लग्नं ब्रह्मणशिरः ब्राह्मणो न हि हन्तव्यो हरन् प्राणानभिप्रियान् अयन्तु जीवयन्दैत्याग्निग्राह्य सर्वथा मया तस्मादेनं क्षिपाम्याशु स्त्रियो नौ दैत्यजीवनम् एवमुक्तवद शम्भोस्तृदीयनयनादृतम् कृत्या विवासाच्चात्युग्रामुक्तकेशी महोदरा स्थूललम्भस्तनीयोनी दंष्ट्रालोचनभीषणा आज्ञापयेदि सतया प्रोक्तस्तामब्रवीच्छिवः कृत्ये त्वं दानवाचार्यं स्वयोनौ क्षिप दुर्मदिं यावज्जालं धरं हन्मि तावदेनं भगेवः हदे जालन्धरे दैत्ये पश्चान्निस्तीर्यमोचय हरेणोक्ते दिशा कृत्या भार्गवं समधावत पपादभूमौ तां दृष्ट्वा कविर्दैत्या प्रदुद्रुवुः केशेष्वाकृष्य धुन्वाना नग्नमालिङ्ग्य भार्गवं यो नौ दधारसा कृत्या हसन्धि जयनन्दन भगे क्षिप्तं गुरुं दृष्ट्वा यावज्जालन्धरोऽसुरः संदधे मार्गणांस्तावत्सा कृत्या दृश्यतां गदा इति श्रीपद्मे महापुराणे पञ्चपञ्चाशदसहस्रसंहितायां युधिष्ठिरनारदसंवादे जालं धरोपाख्याने शुक्रयोनिप्रवेशो नाम सप्त दशोऽध्यायः ॐ